ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानकरपत्रे इत्युक्ते बलाबल इति करपत्रे तत्र अधोभागे तत्र परिभाषात्रयं दत्तम् अस्माभिः, प्रथमपरिभाषा अपि च द्वितीयपरिभाषा, एतयोः विषये पठितम्। इदानीं तत्र यः तृतीयपरिभाषा अस्ति, पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान्, अस्य विषये किञ्चित् पठामः। एकवारं करपत्रम् उद्घाटयामि। अत्रापि वयं प्रथम उदाहरणविषये एव पठामः, किमर्थं चेत् तत्र अस्माकं कानिचित् परिचित् सूत्राणि सन्ति। अनन्तरं यद् द्वितीय उदाहरणम् अस्ति तत्र तु अपवाद समासविषयः अस्ति, तानि सूत्राणि अस्माभिः न अधीतम्। अतः प्रथम उदाहरण आधारीकृत्य एव तत्र एतस्य परिभाषायाः प्रयोगः कुत्र भवति इति वयं पश्यामः। सो पुरस्तात् अपवादाः अनन्तरान् अनन्तरान् इति अस्माभिः पूर्वे यत् परिभाषाद्वयं पठितं तत्र दृष्टम्, अव्यवहितान् अनन्तरान् इत्यनेन अव्यवहितान् विधीन् बाधन्ते न उत्तरान् इत्युक्ते यदि अत्र अपवादः इति अपवादसूत्रं तु तादृशप्रयोगः अस्ति, परन्तु अपवादः इत्यनेन विशेषसूत्रं सामान्यसूत्रं विशेषसूत्रं। सो पुरस्तात् अपवादाः इत्यनेन यदि अपवादः प्रथमे महर्षिणा स्थापितं प्रकरणे, कस्मिंश्चित् प्रकरणे यदि विशेषसूत्रं प्रथमे आगच्छति, पुरः अस्ति, अनन्तरं सामान्यसूत्रं दत्तमस्ति, सः विशेषसूत्रं यः अव्यवहितविधिः अस्ति, सामान्यविधिः अस्ति, तस्य एव बाधा करोति। तस्मात् अनन्तरं यः यदि कोऽपि अन्यत् विधिः अस्ति तस्य बाधा न करोति इति परिभाषायाः स्थूलार्थः अस्ति। पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान्। सो यः व्यवहितविधिः अस्ति तत्र बाधा न करोति, यः विशेषसूत्रम् आदौ स्थापितं महर्षिणा प्रकरणे, सः केवलम् अव्यवहितविधि यत् अस्ति तस्य एव बाधा करोति, तादृशविशेषसूत्रं न उत्तरान्। तस्मात् अनन्तरं कोऽपि अन्यत् सामान्यसूत्रम् अस्ति चेत् तस्य विषये बाधा न करोति इति परिभाषायाः अर्थः। एकवारं करपत्रे यद् दत्तं तत् अपि च उदाहरणाधारीकृत्य पठामः चेत् किञ्चित् अवगच्छामः। अस्तु, प्रारम्भं कुर्मः। चेतना भगिनी, आरम्भं करोतु भगिनि। नमस्कारः महोदय। परस्ताद् अपवादाः अनन्तरान् विधीन् पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अर्थः। सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि यथा सूत्रपाठक्रमे एत्येदत्यूढसु 8189 इति विशेषसूत्रं तदव्यवहितसामान्यशास्त्रं येयि पररूपम् 6194 अतः तदेव बाधते न तु व्यवहितम् ओमाङ्गोश्च 6195 इति पररूपम् किम् अवगतं 6149 6194 6195 परिभाषायाः अर्थः कः पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् यः सूत्रः सूत्रपाठक्रमे अत्र लिखितं न भगिनि तदेव पठतु तस्य एव व्याख्या करोतु सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि अव्यवहितानि इत्युक्ते बाधा अस्ति सूत्रमध्ये अन्यसूत्राणि सन्ति चेत् व्यवहितानि अत्र पश्यतु एद् येत् यूट्सु इति सूत्रं 6189 सूत्रं सः वृद्धिरादेश् इति सूत्रस्य आगामिसूत्र अस्ति सत्यम् इदानीम् अत्र यत् अत्र करपत्रे यत् लिखितं तस्य तस्मिन् विषये विचारः कुर्मः एद् येत् यूट्सु इति सूत्रं 6189 सूत्रं वदति एतत् सूत्रं विशेषशास्त्रम् अस्ति इत्युक्ते एतत् सूत्रं वदामः चेत् अपवादसूत्रम् अस्ति अनन्तरं तत्र 6194 एङ्गि पररूपम् इति शास्त्रं सामान्यशास्त्रम् इति अस्माकं करपत्रे लिखितम् अनन्तरं 95 इति सूत्रम् अस्मिन् एव प्रकरणे समानप्रकरणे तत्र ओमाङ्गोश्च इति सूत्रमस्ति ओमाङ्गोश्च इति सूत्रं 94 साक्षात् अनन्तरम् अस्ति इत्युक्ते 95 सूत्रम् अस्ति अस्मिन्नेव प्रकरणे अस्ति अत्र वदति एद् येत्य ऊट्सु यूट्सु इति सूत्रं विशेषशास्त्रं सः शास्त्रं केवलम् एङ्गीपररूपम् इत्यस्य एव बाधा करोति न तु ओमाङ्गोश्च इत्यस्य कृते अपवादसूत्रम् अस्ति एद् येत्य यूट्सु इति सूत्रं केवलम् एङ्गीपररूपम् इत्यस्य एव कार्यं बाधते न तु उत्तरस्य न तु उत्तरान् इदानीं तत्र प्रश्नः अस्ति एद् येत् यूट्सु इति सूत्रं तु 89 सूत्रम् अनन्तरं तत्र 90 सूत्रमपि अस्ति 91 अपि अस्ति 92 अपि अस्ति 93 अपि अस्ति अनन्तरम् एङ्गिपररूपम् अस्ति 94 सूत्रम् सो अत्र कथं वयं वदामः अव्यवहित सामान्यशास्त्रम् अस्ति अत्र तु मध्ये त्रीणि चत्वारि सूत्राणि सन्ति परन्तु अत्र कः लाजिक् किम् अस्ति अत्र 89 सूत्रत आरभ्य 90 91 92 93 इति सूत्राणि सम्बन्धितसूत्राणि न सन्ति तत्र प्रकरणे तादृशसूत्राणि तु किञ्चित् अन्यत् कार्यस्य विषये अथवा अनुवृत्ति अर्थम् एव तत्र स्थापितं, परन्तु सम्बन्धितसूत्रं तु एङ्गिपररूपमेव अस्ति. अतः अव्यवहितानि इत्यत्र साक्षात् अत्र मध्ये तु तत्र सूत्राणि सन्ति, परन्तु तानि सूत्राणि सम्बन्धितसूत्राणि न, एद् ये चूट्सु इति सूत्रस्य सम्बन्धितसूत्राणि न सन्ति. किमपि अन्यत् तत्र तेषां विषयः अस्ति. एकवारं पश्यामः कानि सूत्राणि तत्र सन्ति. 6189 एकवारं क्रमः पश्यामः, सूत्राणां क्रमः किम् अस्ति. सि एतत् प्रकरणं वृद्धिप्रकरणम् अस्ति. अत्र प्रथमसूत्रम् अस्ति वृद्धिसंज्ञकसूत्रम्. एतत् स्लो भवति. ध्वनिः सम्यक् श्रूयते वा? आम् सम्यक् अस्ति महोदय. अस्तु, 6-1 किञ्चित् स्लो दृश्यते. 89 अत्र एद् ये चूट्सु 6189 6189 इति एद् ये ऊट्सु इति विशेषशास्त्रमस्ति. अनन्तरम् आटश्च इति सूत्रमस्ति. उपसर्ग अत्र अनुवृत्ति अर्थम् एतत् सूत्राणि स्थापितम्. उपसर्गाद् ऋतिः धातोः वा सुप्याशिले एतानि सर्वाणि अनन्तरम् अस्ति एङ्गिपररूपम्. सो एतानि सूत्राणि असम्बन्धितसूत्राणि सन्ति. तेषां सम्बन्धः एद् येत् युट्सु इति सूत्रस्य सह नास्ति, अपि च एङ्गिपररूपम् एव एतस्य कार्यस्य विषयः अस्ति. बिकास् अत्र पश्यतु, एद् येत्य ऊट्सु इति सूत्रेण वृद्धि आदेशः भवति, आटश्च इति सूत्रेण अपि वृद्धिः इति उक्तमस्ति. तत्रापि वृद्धिः एकादेशः. अनन्तरं यत् 91 सूत्रमस्ति तत्रापि वृद्धि एकादेशः, समानकार्यमस्ति. एकः वृद्धि आदेशः, परन्तु तत्र स्थानि अपि च निमित्तानि भिन्नानि. वृद्धि एकादेशः 93 सूत्रे तत्र पूर्वपरयोः एक आकारादेशः इति तु भिन्नसूत्रमेव अस्ति. इदानीं यः एङ्गिपररूपं, तत्र निमित्तम् अपि च स्थानि, पूर्वनिमित्तम् अपि च स्थानि किञ्चित् समानः अस्ति, परन्तु कार्यं भिन्नम् अस्ति. सामान्यविशेषशास्त्रयोः तत्र कार्यं भिन्नं भवेत् तदा एव वयं वदामः अपवादसूत्रम्. इत्युक्ते इफ् वन् सूत्र इस् डूयिङ्ग् गुणकार्यम्, अनदर् सेज़् नो इन् दिस् कण्डिशन् डू द वृद्धिकार्यम्. सो तत्र कार्यं भिन्नं भिन्नम् अस्ति, तत्र एव वयम् अपवादः इति वदामः. यदि कार्यं समानं तत्र अपवादसूत्रम् इति न वदामः. इत्युक्ते अत्र आकारादेशः, परन्तु अत्र निमित्तं भिन्नम्. अत्रापि वृद्धि एकादेशः अस्ति, अत्रापि वृद्धि एकादेशः अस्ति, वृद्धि एकादेशः अस्ति. एद् येत्य उट्सु इति सूत्रे अपि वृद्धि एकादेश, कार्यं समानम् अस्ति. अतः निरवकाशत्वम् इति न वदामः. यत्र निरवकाशत्वम् अस्ति तत्र एव अपवादसूत्रं वदामः. अतः अत्र यत् लिखितम् उदाहरणम्, एतस्य शास्त्रस्य साक्षात् अव्यवहितं यः सम्बन्धितशास्त्रम् अस्ति तत् शास्त्रमस्ति एङ्गीपररूपम्. सो अपवादः महर्षिणा प्रकरणे पूर्वे स्थापितम्. आदौ अपवादविशेषशास्त्रं स्थापितम् 89 सूत्रे यत् कार्यमस्ति, अनन्तरं सामान्यसूत्रं स्थापितम्. सो पुरस्ताद् अपवादाः यदि सूत्रपाठक्रमे विशेषशास्त्रं प्रथमे आगच्छति, पुरः स्थापितम् अस्ति, प्रथमे पुर विशेषशास्त्रं स्थापितमस्ति, अनन्तरं सोरि विशेषशास्त्रम् अनन्तरं सामान्यशास्त्रम् अस्ति. सः तादृशविशेषशास्त्रम् अव्यवहित सामान्यशास्त्रस्य एव बाधा करोति न व्यवहितस्य. सो इदानीम् एद् येत्यु यूट्सु इति सूत्रस्य अपि च ओमाङ्गोश्च इति सूत्रयोः मध्ये तत्र एङ्गीपररूपम् अस्ति, अतः किञ्चित् द्वयोः मध्ये एतत् एङ्गीपररूपं बाधा करोति, व्यवहितम् अस्ति. सो व्यवहितस्य शास्त्रस्य कृते बाधा न करोति, अव्यवहितस्य एव बाधा करोति. यथा मया पूर्वे अपि तत्र उक्तं, तत्र वयम् अव्यवहितम् अपि च व्यवहितम् इति विषयः अवगच्छामः चेत् तत्र सुलभ उदाहरणम् अस्ति रषाभ्यां नोनः समानपदे अनन्तरम् अट्कुप्वाङ्ग्. सो रषाभ्यां नोनः समानपदे इति सूत्रे रेफस्य साक्षात् अनन्तरं नकारः वर्तते चेदेव रषाभ्याम् इति सूत्रं कार्यं करोति. परन्तु यदा तत्र रेफः नकारयोः मध्ये किञ्चित् व्यवधानम् अस्ति, व्यवहितम् अस्ति, व्यवधानम् अस्ति चेत् तत्र कीदृशव्यवधानात् परे अपि कार्यं भवति. तत्र अस्ति द्वितीयसूत्रम् अट् कुप् वाङ् नुम्. एतेषु व्यवधाने अपि रषाभ्यां नूनः भवति. सो तादृश, सो तथैव अत्र अत्र सूत्रयोः मध्ये व्यवधानम् अस्ति वा नास्ति. सो विशेषशास्त्र अपि च अङ्गीपररूपं द्वयोः मध्ये तत्र व्यवधानं नास्ति, अव्यवहितानि सूत्राणि सन्ति. अतः एद् येत्यु युट्सु इति सुशास्त्रं केवलम् अङ्गीपररूपम् इत्यस्य एव बाधा करोति, न तु ओमाङ्गोश्च. बिकास् अत्र अत्र एव परिभाषायाः प्रयोगः अस्माभिः करणीयम्. अन्यथा वयम् अत्र न अवगच्छामः किमर्थम् एद् येत्युट्सु ओमाङ्गोश्च इति सूत्रस्य कृते विशेषशास्त्रं नास्ति. बिकास् अत्र पूर्व पररूपम् ओमाङ्गोश्च इति सूत्रे पररूप आदेशः भवति. एद्येत्युट्सु इति सूत्रे वृद्धि आदेशः भवति. कार्यं भिन्नम् अस्ति परन्तु निमित्तं किञ्चित् समानम् अस्ति, निमित्तम् अपि च स्थाने. अतः अस्य कृते अपि अपवादसूत्रं भवितुं शक्नोति. परन्तु वयं कथम् अवगच्छामः 6189 सूत्रं केवलम् एङ्गीपररूपस्य एव कृते अपवादम् अस्ति, अपवादशास्त्रम् अस्ति, न तु ओमाङ्गोश्च. तस्य कृते एतत् परिभाषा अस्ति, परिभाषा अस्ति, परिभाषा आधारीकृत्य एव वयम् अवगच्छामः ओमाङ्गोश्च इत्यस्य कृते एज् एच्यूट्सु इति सूत्रं अपवादशास्त्रं नास्ति. अनेन परिभाषा अनया परिभाषाया एव वयम् अवगच्छामः. सो पुरस्ताद् अपवादाः अनन्तराम् अन् अन्तरान्, अन् अन्तरान् इत्युक्ते अव्यवहितान् विधीन् एव बाधन्ते, न तु उत्तरान्, उत्तरान् विधीन् न बाधते. यदि सो वी हेव् सीन् सो फार् वी हेव् सीन् थ्री टैप्स् आफ् अपवादास्. वन् इस् प्रथमे सामान्यशास्त्रमस्ति. सो वी हेव् गाट् सामान्यशास्त्रम् एण्ड् वी हेव् विशेषशास्त्रम्. विशेषशास्त्रम् इत्युक्ते अपवादशास्त्रं, स इत्युक्ते उत्सर्गशास्त्रं, सामान्यशास्त्रं. वी सा थ्री टैप्स् आफ् प्लेस्मेण्ट्स्, प्लेस्मेण्ट् आफ् द विशेषशास्त्रम्. वन् इस् प्रथमे, तत्र प्रायशः कथं भवति व्याकरणशास्त्रे अष्टाध्यायीग्रन्थे सामान्यविशेषशास्त्रस्य प्लेस्मेण्ट् कथं दृश्यते? प्रथमे उत्सर्गशास्त्रम्, अनन्तरं सामान्यशास्त्रम् इति सामान्यविधिः अस्ति, सामान्य प्लेस्मेण्ट् अस्ति. फस्ट् ही से सामान्य उत्सर्गसूत्रम्, अनन्तरं ही गिव्स् द अपवाद विशेषकार्यम् अनन्तरं. सो दिस् इस् फस्ट् कण्डिशन्. स कम्स् फस्ट्, वि कम्स् आफ्टर्वर्ड्स्. देन् वि सा वन् मोर्, वि सा देट् देर् इस् अ सामान्यशास्त्रं, देर् इस् अ विशेषशास्त्रम् अनन्तरं, परन्तु पुनः तत्र अनन्तरं सामान्यशास्त्रम् अस्ति. सो दिस् इस् मध्ये अपवादः. मध्ये अपवादः, सो वाट् वी सा वित् रेस्पेक्ट् टु देन् पूर्वविधीन् एव वादन्ते, न तु उत्तरान्. वेन् द अपवाद, देर् आर् टु उत्सर्गसूत्रास् एण्ड् द अपवाद इस् प्लेस्ड् between those two utsargshu. So there is a paribhasha which says that madhe apvadah purvan vidhin eva vadante natu uttaran. Now we are seeing one more condition, that the apvada is v is first, vishesh shastram prathme asti, then there is an avyavahit samani shastram, अव्यवहित सामान्यशास्त्रम्, देन् देर् इस् अनदर् मोर् सामान्यशास्त्रम्. सो नौ दिस् परिभाषा सेस् पुरः अपवादः अस्ति चेत् तादृश अपवादः, तादृशविशेषशास्त्रम् अव्यवहितसामान्यशास्त्रम् एव वादते, न तु उत्तरान्. सो दिस् एक्ट्स् एस् एन् अपवाद टु द फस्ट्. अव्यवहितसामान्यशास्त्रस्य कृते एव अपवादः अस्ति, न तु उत्तरस्य कृते. देर् वास् वन् मोर् कण्डिशन्. एतत् एव अस्माभिः पठितम्, एकवारं पुनः सेकेण्ड्. एतत् अवगतं वा चेतना भगिनी, अवगतं वा? प्रथमपरिभाषा तु भिन्नम् अस्ति, अनन्तरस्य विधिर् वा प्रतिषेधो वा. यदि अव्यवहितस्य विधिः अथवा प्रतिषेधः अस्ति, तस्य एव विधिः भवति, अपि च प्रतिषेधः अस्ति. सो अत्र यः तृतीयपरिभाषा अस्ति, तत्र वदति यः विशेषशास्त्रं, यदि सूत्रपाठक्रमे विशेषशास्त्रं पूर्वे स्थापितम् अस्ति, तस्मात् अनन्तरं तत्र व्यवहितः अव्यवहितः सामान्यशास्त्रम् अस्ति चेत् सः तादृशपूर्व विशेषशास्त्रम् अव्यवहितसामान्यशास्त्रस्य एव बाधा करोति, न तु. सो हियर् विद् रेस्पेक्ट् टु ओमाङ्गोश्च एद् एत्य उट्सु इत्यस्य अस्य शक्तिः अत्र अस्य कार्यम् अत्र बाधा न कर्तुं शक्यते इति एव तत्र परिभाषायाः अर्थः भवति. इदानीं किञ्चित् उदाहरणं स्वीकृत्य पुनः तत्र अस्य विषये एव पठामः. सर्वैः अत्र परिभाषायाः स्थूलार्थः कः इति अवगतं वा? अस्तु, अग्रे पठामः. के वि महोदय उदाहरणं पठतु महोदय. नमस्कारः. उदाहरणम् अव योग आ योग इह इति स्थितिः. इन् गतौ इति धातुतः लोटलकारे मध्यपुरुषे एकवचने हि इति प्रत्ययं योजयित्वा इह इति रूपं लभ्यते. महाभाष्ये उक्तम् अस्ति यत् धातु उपसर्गयोः यथा आयोग इण् योग हि अन्तरङ्गत्वात् आयोग इह इति प्रथमं कार्यं करणीयम्. आयोग इहि इत्यत्र आङ् उपसर्गस्य इहि इत्यस्य इकारेण सह आद्गुणः, इत्यनेन सूत्रेण गुण एकादेशः एकादेशे कृते एहि इति रूपं प्राप्यते. अवयोग एहि इति लब्धम्. ओके, वाट् डस् इट् से? अवयोग आ योग इहि इन् गतौ इति धातुतः लोट्लकारे मध्यपुरुषे एकवचने मध्यपुरुषे एकवचने लोट् लकारस्य सो देट् इस् परस्मैपदी अस्ति लोट् लकार धातो इति धातु अदादिगणस्य धातुः अतः अत्र विकरणप्रत्ययः न श्रूयते सर्वधातुकलकारः परन्तु विकरणप्रत्ययः न श्रूयते बिकास् अत्र आदिप्रभृतिभ्यः शप् इति तस्य लुक् भवति शप् प्रत्ययस्य लुक् भवति सो इ योग सि प्रत्ययः अस्ति सिप् प्रत्ययः मध्यम पुरुष एकवचन प्रत्ययः सिप् प्रत्ययः परन्तु लोट् लकारे तस्य का गति सिप् प्रत्ययस्य किं भवति सिहेरियपिच् इति सूत्रमस्ति न महोदय लोट् लकारे सि इत्यस्य हि दिस् इस् लोट् नो नो नो दिस् लोट् सोरि ऐ वास् थिङ्किङ्ग् आफ् लट् सोरि दिस् इस् लोट् यत्र यत्र हि इति प्रत्ययः तत्र तु लोट् लकारः एव सो सेहेरियपिच् इति सूत्रम् अस्माभिः पठितं सेहेरियपिच् इति सूत्रेण सि प्रत्ययस्य हि आदेशः भवति लोट् लकारे अपि च तस्मात् उपरि किम् आगच्छति अपित्वम् आगच्छति इज़न्ट् इट् यस् सो यदा अपित्वम् आगच्छति गुणः न भवति इ इस् एन् इगन्ताङ्गम् इज़न्ट् इट् इस् एन् इगन्ताङ्गम् इदानीं सिप् प्रत्ययः तु पित् अस्ति परन्तु यदा हि आदेशः भवति मध्यमपुरुष एकवचने यदा हि आदेशः भवति तस्मात् तस्य उपरि अपित्वमपि अध्यारोप्यते नौ हि इस् सार्वधातुक अपित् प्रत्ययः अतः इ केन गुणः केनाट् हेपन् गुणस्य बाधा भवति बिकास् सेहेरि अपिच् इति सूत्रेण सि प्रत्ययस्य हि आदेशः अपित्वमपि आगच्छति सो नौ गुण डस् नाट् हेपन् देट् इस् वै इहि एव रूपम् अस्ति इ योग हि भवति चेत् अपि च अत्र हि प्रत्ययस्य लुक् न भवति किमर्थम् एकम् अन्यत् सूत्रम् अस्माभिः पठितं न महोदय लोट् लकारे अतो हे हे अतो हे यस् अदन्ताङ्गस्य परे हि प्रत्ययस्य लुक् भवति परन्तु अत्र अदन्ताङ्गं नास्ति अनदन्ताङ्गमस्ति अनदन्ताङ्गमस्ति चेत् हि तिष्ठति कस् अत्र इ अस्ति इ रूपी अङ्गमस्ति सो इहि इति रूपम् अवगतम् इहि कथं प्राप् अस्माभिः कथं प्राप्तम् इहि म्यूट् अस्ति महोदय श्रूयते वा ध्वनिः ध्वनिः श्रूयते वा पुनः म्यूट् अस्ति महोदय सोरि देयर इज सम प्रॉब्लम सोरि इट्स गोइंग अगेन एंड अगेन म्यूट हाँ इदानीं वदतु इहि इति प्राप्तम् अहं चिन्तयामि तत्र किञ्चित् क्लेशः अस्ति लक्ष्मीभगिनी भवती वदतु अत्र परिच्छेदे किं दत्तम् भगिनि अवयोग आयोग इहि इहि इति प्राप्तम् इदानीं किम् लोट्लकारमध्यमप्रियकवचने इति महाभाष्ये उक्तमस्ति यत् धातु उपसर्ग धातु उपसर्गयोः अत्र आ इति उपसर्गमस्ति इण् धातु अस्ति हि अत्र आदेशमस्ति आदेश खलु इकार अस्ति पुरुषे एकवचन प्रत्ययः अन्तरङ्गत्वात् आ अधिक इः इति प्रथमं कार्यं करणीयम्। आ अधिक इः इत्यत्र आङ् उपसर्गस्य इः इत्यस्य इकारेण सह आद्गुणः इत्यनेन सूत्रेण गुणैकादेश कृते एहि इति रूपं प्राप्यते। अव अधिक एहि इति लब्धम्। अव्येहि इति भवति वा? अव्येहि तत्तु सत्यं, तत् अग्रे पश्यामः। परन्तु इदानीं किं लिखितमस्ति अत्र महाभाष्ये उक्तम् अस्ति धातु उपसर्गयोः अन्तरङ्गत्वा, तस्य कः अर्थः भगिनि? धातु अधिक उपसर्गमध्ये अत्र अन्तरङ्ग स्थिति इत्युक्ते अत्र अत्र समुदायः अस्ति न, अव इति उपसर्गः अपि अस्ति, आ इति उपसर्गः अस्ति, अनन्तरम् इः इति धातुः इङ्गतौ इति धातुः इत्युक्ते तस्य तत् पदम् अस्ति, इः अपि पदम्, आ इति पदम्, अव इति पदम्। इदानीं तत्र अत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति सम्पूर्ण अत्र समूहे? प्रथमम् आ अधिक इ अत्र सारि अव अधिक आ अव सवर्णदीर्घ सारि सत्यं सवर्णदीर्घ इत्यस्य द्वयोः मध्ये सवर्णदीर्घ इत्यस्य अपि च अनन्तरम् आ अधिक इ अत्र इको एणचि इको आद्गुणः आद्गुणः भवति आदिक इ आद्गुणं भवति आद्गुणः। सो इदानीं प्रश्नः तत्र आगच्छति, प्रथमे सवर्णदीर्घ कुर्मः वा आद्गुणः इति कुर्मः इति तत्र प्रश्नः, किं कुर्मः? सो अत्र अतः अत्र विवर अत्र निवारणार्थम् अत्र लिखितं महाभाष्ये उक्तम् अस्ति धातु उपसर्गयोः अन्तरङ्गत्वात्। अन्तरङ्गतत्वात् इत्युक्ते अन्तरङ्गस्य किं लक्षणं? यः समीपस्थस्थितम् अस्ति तस्य एव अन्तरङ्गं। सो अत्र आयोग इहि इति द्वयोः मध्ये अन्तरङ्गत्वात् तत् कार्यमेव आदौ भवति इति महाभाष्ये उक्तं। धातु उपसर्गयोः तत्र अन्तरङ्गविषयः नास्ति, धातु उपसर्गयोः अन्तरङ्गत्वात् तत् कार्यं प्रथमे आदौ करणीयं, बिकास् अन्तरङ्गकार्यं प्रथमे भवति। अतः सो तत्र अन्तरङ्गत्वात् आयोग इहि इति कार्यं प्रथमे भवति। तत्र किं कार्यं भवति? आङ् उपसर्गस्य इत्यस्य उपसर्गस्य इहि इत्यस्य इकारेण सह आद्गुणः सूत्रेण एकादेशः भवति, गुणैकादेशः कृते एहि भवति, गुणः भूत्वा इकारस्य एकार हि एहि इति रूपम्। हा तथा न वक्तव्यम्, उकार इकारस्य एकारः न भवति, पूर्वपरयोः पूर्व एकादेश एकादेशः भवति इत्युक्ते आयोग इ द्वयोः मिलित्वा तत्र गुण एकादेशः भवति। द्वयोः न तु इकारस्य एकारः अथवा आकारस्य एकारः इति न, द्वयोः मिलित्वा तत्र द्वयोः स्थाने तत्र एकादेशः भवति, गुण एकादेशः भवति। सो कण्ठतालुवर्णः अस्ति चेत् गुणवर्णेषु एकारः एव आगच्छति, अतः एकारः। सो पूर्वपरयोः इति विशेषशास्त्रम् अस्ति, तत्र एतत् सूत्रं कार्यं करोति। अन्तादिवच्च इति सूत्रं केवलं यत्र पूर्वपरयोः आदेशः भवति तादृश एकारः अन्तवत् अपि अस्ति, इत्युक्ते आकारस्य अनन्तरम् अन्तवद् भवति, इकारस्य आदौवत् भवति। सो दिस् एकार इस् नाट् ओन्ली इन् प्लेस् आफ् इ, इट् केन् बि adivat with respect to ikara and antivat with respect to akara. So there is a paribhasha, anyat paribhasha sutram asti anta adivat cha. Agre pashyamah kim asti. So ikarasya sthane iti vada, na vadamah purvaparayoho gunadeshah bhavati ehi iti rupam prapyate. इदानीं तत्र अस्ति अवयोग एहि अन्यत् तत्र उपसर्गः अस्ति अव इति उपसर्गः इदानीं तत्र कस्य कस्य अस्य अस्यां स्थित्याम् इदानीं कस्य कस्य सूत्रस्य प्रसक्तिः इति पश्यामः पठतु अग्रे पठतु अव अधिक एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि अत्र सूत्रक्रमः एवमस्ति सूत्रक्रमः वृद्धिरेचि षष्टाध्याये प्रथमपदे अष्ट अशीतितमसूत्रं सूत्रार्थः अवर्णात् एच् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धिः वृद्धि एकादेशः भवति अत्र अधिक एव अत्रैव सम्बन्धः उत्सर्गसूत्रम् वृद्धिरेचि इस् एन् सामान्यसूत्रम् अवर्णात् एच् वर्णे परे संहितायां पूर्वपरयोः वृद्धि आदेशः भवति वृद्धि एकादेशः भवति यथा उदाहरणम् अत्र दत्तम् अत्र प्लस् एव कुर्मः चेत् अत्रैव अथवा सदा प्लस् एव सदैव इति भवति तादृश तत्र बहूनि उदाहरणानि सन्ति प्रथमसूत्रमस्ति वृद्धिरेचि सो अत्र वृद्धिरेचि अस्माकं यः उदाहरणमस्ति तत्र वृद्धिरेचि इत्यस्य प्रसङ्गः अस्ति वा भगिनि अत्र आकार एकार अस्ति अव्येहि इति भवति सो अवर्णात्वृद्धिरेचि इत्यस्य प्रसङ्गः अत्र अस्ति द्वितीयसूत्रं पठतु एद्येत्यव्यूट्सु एत्येद् त्यूट्सु षष्टाध्याये प्रथमपादे नव अशीतितमसूत्रम् अवर्णात् इण् धातोः एद् धातोः च एच् वर्णे परे तथा ऊट् शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धि एकादेशः भवति उप अधिक एति उप इति इदं सूत्रम् एङ्गिपररूपं षष्टाध्याये प्रथमपादे चतुर्नवतितमसूत्रम् इत्यस्य अपवादः अत्र एद्धातो एव परन्तु अत्र पश्यतु अत्र विशेषः कः अवर्णात् तु समानमस्ति यथा पूर्वे अवर्णात् अवर्णात् इत्यनेन किं यदा अवर्णः न अकारः इत्युक्ते किं तस्य कस्य कस्य ग्रहणं भवति अवर्ण अष्टादश सत्यम् इत्युक्ते आकारः ह्रस्व आकारः दीर्घ आकारः द्वयोः कृते तस्मात् अनन्तरम् सो अत्रापि समानमस्ति अवर्णात् पूर्वनिमित्तं समानमस्ति पूर्वे पञ्चमी अस्ति अतः पूर्वनिमित्तम् अस्ति अवर्णात् परन्तु इदानीं किम् अस्ति एति इति इन् गतौ धातु इन् धातोः एद् धातोः च एद् धातोः तु साक्षात् एकारादि अस्ति एद् धातोः साक्षात् एकारादि अस्ति इन् धातोः तु एकारादि नास्ति न एज् वर्णः तत्र नास्ति परन्तु वयं जानीमः यदा तत्र इन् गतौ प्लस् त्युप् इति प्रत्ययः कुर्मः तत्र कीदृशरूपं भवति भगिनि प्रथमपुरुष एकवचने एति इति भवति बिकास् तत्र किं भवति तत्र कथम् एति भवति गुणः भवति आम् सत्यं त्युप् प्रत्ययः सार्वधातुक् पित् अस्ति सो पित् अस्ति चेत् एतत्तु लट्लकाररूपम् अस्ति एति इति लट्लकाररूपं सो तिप् प्रत्ययः पित् अस्ति अतः इकारस्य गुणः एकारः भवति सो यदा इन् धातोः गुणादेशः भवति अथवा किमपि अन्य उपसर्गः आगच्छति तदा सः एच् तस्य तत्र एच् वर्णः श्रूयते सामान्यतया तत्र मूले तत्र एच् वर्णः नास्ति मूले तु तत्र ईकारः अस्ति परन्तु अनन्तरं कार्यं भूत्वा सः एच् तत्र एच् वर्णः आगच्छति यथा अत्र सो इदानीम् एति इति इन् गतौ धातुरूपमेव अस्ति एति इति इङ्गतो धातुरूपमेव अस्ति, अतः अत्र इत्युक्ते सामान्य अवयोग ई कुर्मः चेत् तत्र एद् एत् युट्सु इति सूत्रस्य कार्यं न भवितुं शक्नोति. यावत्पर्यन्तम् इन् धातोः तत्र एच् वर्णः न परिवर्तते तावत्पर्यन्तम् एद् एत् युट्सु इति सूत्रस्य प्रसक्तिः न भवति. सो वेन् इन् बिकम्स् एन् एचादि भवति चेत् एचादि भवति चेदेव तत्र एतत् सूत्रस्य प्रसक्तिः भवति. यथा अत्र उदाहरणमस्ति उप इति उपसर्गं लट् लकारे इन् बिकम्स् एति, देन् वी हेव् द एद् एत् युट्सु इति सूत्रस्य प्रसक्तिः अत्र भवति. सो वृद्धि आदेशः भवति. सो एतत् किमर्थम् एतत् विशेषशास्त्रं भगिनि, एद् एत् युट्सु इति शास्त्रम्? तद् अपवादसूत्रम् इति अस्ति अत्र. कस्य अपवादः? आम् सत्यम्. इत्युक्ते अत्र पश्यतु किं मम प्रश्नः अस्ति अत्र किमर्थं विशेषशास्त्रं, बिकास् एतत् सूत्रं केवलम् इन् धातुविषये अस्ति अपि च एद् धातुविषये, केवलं धातुद्वयस्य विषये एव एतत् शास्त्रम्. अन्यत् कस्यापि विषये एतत् शास्त्रं कार्यं न कर्तुं शक्यते. अपि च किमर्थं भगिनि एतद् किमर्थं द्वयोः इत्युक्ते अत्र पश्यतु उपयोग इति कुर्मः चेत् एङ्गिपररूपम् इति शास्त्रम् अत्र प्रवर्तते, इसन्ट् इट्? अत्र वृद्धिरेचि इति सूत्रमपि तस्य प्रसक्तिः अपि अस्ति उपयोग इति. वृद्धिरेचि इत्यनेन वृद्धिकार्यं भवेत्, परन्तु अनन्तरम् एङ्गिपररूपम् अस्ति, एङ्गिपररूपम् इत्यनेन एकारः एव आगच्छति, पररूपादेशः भवति. पररूपादेशः भवति चेत् तत्र एकारः, सो अनिष्टरूपनिष्पत्तिः भवति, उपेति इति भवति उपेति. परन्तु तत्तु असाधुरूपम् अस्ति, तत् निवारणार्थम् एव एज् एज् युट्सु इति शास्त्रं दत्तम्. बिकास् अत्र वृद्धिः अपेक्षितं, न तु पररूपादेशः अपेक्षितम्. अतः एङ्गिपररूपम् इत्यस्य बिकास् अत्र एङ्गिपररूपम् इति सूत्रे अपि तत्र विशेषकण्डिशन् दत्तम् अस्ति, तत्र उपसर्गात् उपसर्गस्य अवर्णः भवेत्, सामान्य अवर्णः. वृद्धिरेचि तु किमपि अकारः, कस्यापि पदस्य अकारः तत्र किमपि न, परन्तु एङ्गिपररूपम् इति शास्त्रे तु तत्र उपसर्गात् इति उपसर्गस्य अकारः भवेत्, तत्र यः अवर्णान्तात् उपसर्गात् उपसर्गस्य एव अकारः नो चेत् आकारः भवेत्, तदा एव एङ्गिपररूपम् इति सूत्रं कार्यं करोति. अतः तस्य निवारणार्थम् एव एतत् सूत्रं दत्तम् एज् एच् युट्सु इति शास्त्रम्. अन्यथा तत्र असाधुरूपस्य निष्पत्तिः भवति, तथा मा भवेत्. अतः एतत् शास्त्रम् एद् धातुविषये दत्तम्, अपि च इन् धातुविषये इति एज् एच् युट्सु. सर्वैः एतत् अत्र ऊट् शब्दः परे अपि तत्र वृद्धि आदेशः भवति, परन्तु इदानीम् अस्माकं विषयः ऊट् शब्दस्य नास्ति. इदानीं तु एच् वर्णः, एच् वर्णादि इन् धातोः अपि च एद् धातोः तु साक्षात् एकारादि अपि एकारादि एच् वर्णः तत्र अस्ति. सो द्वयोः धातोः विषये एव एतत् शास्त्रम् अस्ति, अतः विशेषशास्त्रम् अस्ति, विशेषकार्यं भवति अत्र. पूर्वरूपररूपं बाधित्वा अत्र वृद्धिः पुनः वृद्धिः एव भवति. सो अत्र now the question comes, why did not Maharishi, why he has created such a complex situation? He should have given the Engiparupam first, then he should have spoken about Ajayati Utsu. But atra anvritti artham eva adu sthapitam, because vriddhi rechi iti sutre tat vriddhi iti padam asti, atra api vriddhi karyam asti, ataha anantaram sthapitam, because one of the anuvritti is also one of the this prayojanam of the placement of the sutras. Anuvritti artham eva etat shastram purve sthapitam. Ejiyachi utsu. Anantaram tadra engi pararupam iti sutre bhinna karyam asti. Etat sutram avgatam va ejiyachi utsu. So atrapi, atrapashyatu. अवयोग एहि इति अस्ति एहि इति इन्गतो धातु रूपमेव अस्ति इदानीमपि सः एच् आदि भवति इन्गतो धातुः यदा आङ् उपसर्गः योजयामः चेत् तत्र अन्तादिवत् इति सूत्रेण तत्र इन्गतो इति धातृ अत्र एकारस्य परस्य आदिवत् भवति परस्य आदिवत् इत्युक्ते परे किमस्ति परे इन् धातोः अस्ति परे इन् धातु अस्ति चेत् तस्य आदिवत् भवति सो इट् बिकम्स् नौ इन् धातु बिकम्स् नौ एच् एच् वर्णे परे बिकास् अत्र सूत्रे किं दत्तमस्ति अवर्णात् इन् धातोः एद् धातोः च एच् वर्णे परे तथा ऊट् शब्दे परे सो अत्र इन् शुड् बिकम् एण्ड् एच् रूपी भवेत् अत्र तदा एव कार्यं भवितुं शक्नोति बिकास् इट् सेस् इट् शुड् बि एच् वर्णे परे सो इदानीम् एच् वर्णः परे अस्ति एण्ड् एच् वर्णः बिलाङ्ग्स् टु द इट् इस् अ पार्ट् आफ् एन् इन् धातोः नौ अतः एतस्य सूत्रस्य अत्रापि प्रसक्तिः अस्ति सो वृद्धिरेचि इत्यस्य प्रसक्तिः एजि एच् यूट्सु इति शास्त्रस्य अपि प्रसक्तिः इदानीम् अत्र भवति इदानीं पश्यामः एङ्गि पररूपम् इत्यस्य प्रसक्तिः अस्ति वा नास्ति प्रवीणा भगिनी पठितुमिच्छति वा भगिनी अहं प्रयत्नं करोमि भगिनी नमस्ते अहं प्रथमवारम् आगतवती अद्य अस्तु एङ्गिपररूपं पठतु शास्त्रम् एङ्गिपररूपं 6194 अवर्णान्तात् उपसर्गात् एकारादि ओकारादि धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति इको आगच्छति वा न न सम्यक् अस्ति ध्वनिः अच्छा प्र प्रयोग एजते प्रेजते एज् एजते इति एज्रु दीप्तौ धातोः लट् लकारस्य प्रथमपुरुषे एकवचनस्य रूपम् इदं सूत्रं वृद्धिरेचि इति अस्य अपवादः इति सन्धिसूत्रमस्ति सत्यं एङ्गिपररूपमिति सन्धिसूत्रं परन्तु विशेषसन्धिसूत्रं सर्वत्र सन्धिका किमर्थं विशेष अवर्ण अस्ति स उपसर्गस्य अस्ति अवर्ण उपसर्गस्य अवर्णस्य परे अकार ओकार अस्ति चेत् एकारो आदि धातुरूपे धातुरूपस्य एकार ओकार अस्ति तर्हि पूर्वपरयोः मिलित्वा एकरूपं भवति पररूपम् पररूपं ओकारः पररूपादेशः पररूपादेशः भवति पररूपयः एकार एकार अस्ति अथवा ओकार अस्ति तद् एव आदेशरूपेण भवति प्र एजते प्रेजते अकारस्य पररूपं रैट् अत्र प्र प्लस् एजते इति तत्र उदाहरणे कस्य कस्य सूत्रस्य प्रसक्ति भगिनि प्र प्लस् एजते प्रथमं तु वृद्धिरेचि सत्यं द्वितीयं द्वितीयम् एत्येधत्युत्सु अस्यापि प्रसक्तिः अस्ति अत्र कथं एजेट्युट्सु केवलम् इन् धातोः ए धातोः विषये एव, अत्र तु इन् धातु नास्ति, एद धातु नास्ति, अत्र तु एजृ धातु अस्ति न भगिनि? अहम् अस्तु प्र एजते सो एङ्गि पररूपम् इत्यस्य अपि प्रसक्तिः, वृद्धिरेचि इत्यस्य प्रसक्तिः, एङ्गि पररूपम् इत्यस्य प्रसक्तिः. एष इदं सूत्रं वृद्धिरेचि इति अस्य अपवादरूपम् अस्ति. अतः अस्तु अतः परं भवति सूत्रं बलवत् भवति, अपवाद सूत्रं बलवत् भवति चेत् पररूप आदेशः भवति. आं परे एकारः अस्ति अतः अत्र वृद्धिः न भवति, पररूप एकादेशः भवति, द्वयोः अकार एकारयोः मिलित्वा पररूप, परे तु एकारः अस्ति सो पररूपम् एकारः अस्ति, एकारादेशः एव भवति. आं भगिनि अत्र कः विशेषः? अस्तु भगिनि धन्यवादः. अत्र अस्मिन् सूत्रे कः विशेषः? अत्र अवर्णात् इति यः अस्ति सः कस्य अवर्णः कस्य भवेत्? उपसर्गस्य भवेत्. सो उपसर्गात् अवर्णान्तात्, सो उपसर्गस्य अन्ते, अत्र अन्तात् इति दत्तमस्ति, अन्तात्. सो अवर्णः कस्य अन्ते भवेत्? उपसर्गस्य अन्ते भवेत्. सो उपसर्गः इति संज्ञा अस्ति, वयं जानीमः उपसर्ग प्रादयः तेषां कृते उपसर्गसंज्ञा भवति यदा तत्र धातोः प्राक् आगच्छति. सो सो इदानीम् अव इति उपसर्गे अपि अन्ते अकारः अस्ति, आङ् इति उपसर्गे अपि तत्र अवर्णः अस्ति, प्र इति उपसर्गे अपि अवर्णः अन्ते अस्ति. सो तादृश उपसर्गः यस्य अन्ते अवर्णः अस्ति, अवर्णः इत्यनेन ह्रस्व आकारः अथवा दीर्घ आकारः, यथा आङ् इति उपसर्गः, आङ् इति उपसर्गे नकारस्य इत्संज्ञा अस्ति, तत्र आ दीर्घ आकारः अवशिष्यते. तादृश तत्रापि तादृशु सः अपि तस्य कृते अपि उपसर्गसंज्ञा अस्ति, तस्य अन्ते अवर्णः अस्ति. सो अवर्णान्तात् उपसर्गात् एकारादि, अत्र एङ् इति अस्ति, एङ् प्रत्याहारे वर्णद्वयमेव, एकारः ओकारः, एच् प्रत्याहारे वर्ण चत्वारि वर्णाः, ए ओ ऐ औ, परन्तु अत्र एङ्गी पररूपम्, एङ्गी इति सप्तम्यन्तम् अस्ति, सो एङ्गी पररूपं. परन्तु अत्र इदानीं पुनः तत्र किञ्चित् विशेषः अस्ति, सः एङ् वर्णः कस्य भवेत्? धातुरूपे सः धातुः एकारः ओकारः भवेत्. सो दिस् एङ्गी पररूपं शास्त्रं पदयोः मध्ये, सामान्यपदयोः मध्ये कार्यं न करोति, सः एङ् वर्णः धातुरूपी, धातु इत्यस्य एकारः अथवा धातु इत्यस्य ओकारः भवेत्. कस्यचित् पदस्य एकारः ओकारः अस्ति, सुबन्तपदस्य एकारः ओकारः अस्ति चेत् दिस् सूत्र केनाट् एक्ट् ओवर् देयर् बिकास् इट् इस् सेयिङ्ग् एकारादि ओकारादि धातुरूपी परे. सो देट् एकार आर् देट् ओकार एङ् वर्ण शुड् बि आफ् ए धातु, नाट् आफ् ए कस्यचित् भगिनि. यदि अत्र एति अस्ति चेत् कार्यं न करोति, न एति अपि धातुरूपी एकारः अस्ति न भगिनि? धातु एव अस्ति, धातु एव अस्ति, किन्तु एज् वर्जयित्वा अन्य कोऽपि धातु अस्ति चेत् कार्यं न करोति. हा अत्र पश्यतु न भगिनि, उप प्लस् एति इति सूत्रे तत्र अपि एङ्गिपररूपम् इत्यस्य प्रसक्तिः अस्ति, परन्तु कार्यं न भवति बिकास् एज् एच् उट्सु इति शास्त्रम् एङ्गि पररूपम् इत्यस्य अपवादशास्त्रम् अस्ति. देट् इस् वै हियर् इट् डस् नाट् डू द कार्यम्. आम् आं भगिनि. इत्युक्ते एङ्गि पररूपम् इदं सूत्रम् एत्यधत् युप्सु इति अस्य सामान्य सूत्र. तस्य कृते सामान्यशास्त्रं बिकास् इट् सेस् एकारादि ओकारादि धातुरूपः. अत्रापि एकारादि धातुरूपः एव अस्ति इन् गतो, परन्तु एदि एच् युट्सु इट्स् इस् वित् रेस्पेक्ट् टु ओन्लि इन् धातु एण्ड् एत् धातु. सो अत्र एति इति इन् धातुरूपम् अस्ति, अतः अत्र एदि एच् युट्सु इति शास्त्रं प्रवर्तते, न तु एङ्गिपररूपम्. एङ्गिपररूपम् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति, बिकास् एङ्गिपररूपम् इत्यस्य शास्त्रस्य कृते एदि एच् युट्सु इति शास्त्रम् अपवादशास्त्रम्. मम प्रश्नस्ति एज्र् धातु विहित्वा अन्य कोऽपि धातु अत्र आगच्छति आगन्तुं शक्नोति वा? आम्, अत्र तु इन् धातुः एत् धातु विहाय अन्य कोऽपि एकार ओकार धातु अस्ति चेत् तत्र एङ्गिपररूपमेव कार्यं भवति, तत्र एङ्गिपररूपमेव कार्यं करोति, न तु एदि एच्युट्सु. एदि एच्युट्सु विल् डू कार्य ओन्लि वित् रेस्पेक्ट् इन् धातु एण्ड् एत् धातु. धातुद्वयस्य विषये एव एतत् सूत्रम् अस्ति, अन्यत्र सर्वत्र एङ्गिपररूपमेव भवति. There are a lot of, see, अत्र पश्यामः, अत्र पश्यतु भगिनि, धातुपाठः फिल्टर् कुर्मः चेत् भगिनि मम दृष्टिदोषः अस्ति, अहं बृहत् अक्षराणि कृत्वा एव पठितुं शक्नोमि, अतः लेप्टाप् मध्ये अहं one second bhagini, I will make it bigger. Adivarna atra pashyatu ekaradi dhatavah ekaradi dhatavah pashyamah ched ed asti age asti then one more age rasti eth api asti esh api asti esh api asti. So asmakam vishaye tatra ed dhatu vishaye to vishesh sutram asti age age utsu iti sutram. परन्तु अन्येषां कृते तु एङ्गिपररूपमेव कार्यं करोति. अवर्णान्त उपसर्गात् एकारादि ओकारादि धातु अस्ति चेत् तत्र पररूपादेशः एव भवति, अन्येषां विषये पररूपादेशः भवति. सिमिलर्लि इफ् ऐ सी द ओकारादि धातुः आदिवर्णः ओकारादि एङ् ओकारादि पश्यामः चेत् तत्र धातुत्रयमेव, एतम् एकमस्ति ओख् धातुः, ओण् धातुः, ओलण् धातुः, ओकारादि धातवः. सो येषां विषये अपि एङ्गिपररूपम् एव कार्यं करोति. अपि च कुत्रचित् उकारादि धातुः अस्ति चेत् तस्य अपि गुणः भवितुं शक्नोति तत्र. एवमेव मम प्रश्नः अपि अस्ति, यदा किं किमपि रूपाणि विधि कुर्मः तत्र यथा इङ् एति भवति तादृश अन्य ओकार अपि भवितुम् अर्हति उकारस्य. तदेव चिन्तनम् अस्ति तत्र. इत्युक्ते उकाररूपी धातु पश्यामः चेत् उकारादि धातुः अस्ति चेत् उकारस्य एव ओकारः गुणः भवति न? इकारस्य एकारः गुणः उकारस्य, अहं चिन्तयामि तादृशधातुनमस्ति. धातुपाठः कुत्र वयं स्मः? उकारान्त पश्यामः चेत् आगच्छति. आदिवर्णः आदिवर्णः अजादि हलादि इकारादि उकारादि सो अत्र सि यदा उख् धातुः अस्ति तत्र गुणः भवति प्रत्ययपरे पुगन्तलघुपदस्य च बिकास् अत्र उपधायां ह्रस्वकारः अस्ति अतः पुगन्तलघुपदस्य चैतन्येन ओख् भवति सो ओख् भवति चेत् नौ इफ् वी एड् ए प्र उपसर्ग आर् अव उपसर्ग आर् आङ् उपसर्गः अत्र एङ्गीपररूपमेव कार्यं करोति बिकास् इफ् वी विल् एड् द प्र उपसर्ग आर् अव उपसर्ग आर् उप उपसर्ग आर् आङ् उपसर्ग तत्र सर्वत्र अवर्णः अस्ति उपसर्गस्य अन्ते सो एङ्गीपररूपमेव कार्यं करोति अत्र इज़न्ट् इट् सो एङ्गीपररूपं तस्य आम् एङ्गीपररूपम् इत्यस्य प्रसक्तिः बहुत्र अस्ति एङ्गीपररूपम् परन्तु अस्य शास्त्रस्य बाधा एदि एति उट्सु इति शास्त्रेण भवति विद् रेस्पेक्ट् टु इन् धातु एण्ड् एद् धातु धातुद्वयस्य विषये वृद्धि आदेशः एव भवति न तु पररूपादेशः भवति इति तत्र इदानीं सो एङ्गीपररूपम् अत्रापि एङ्गी अवयोग एहि इति यः अस्माकम् उदाहरणम् अस्ति तत्र एङ्गीपररूपम् इत्यस्य शास्त्रस्य अपि प्रसक्तिः बिकास् एकारादि धातुः अस्ति धातुरूपम् अस्ति एहि इति एकारादि धातुरूपम् अस्ति पूर्वे तत्र उपसर्गस्य अवर्णः अस्ति अतः धातु तु इत् इङ्ग् एव अस्ति न इङ्गतौ इङ्गतौ अहम् इत्युक्ते एङ्गीपररूपं शास्त्रस्य प्रसक्तिः अस्ति प्राप्तिः न भवति न वा न भवति इति अग्रे पश्यामः सो अवयोग एहि इति स्थित्यां वृद्धिरेचि इत्यस्य प्रसङ्गः एदियेत् युट्सु इति शास्त्रस्य प्रसङ्गः इदानीम् एङ्गीपररूपं शास्त्रस्य अपि प्रसङ्गः अस्ति बिकास् सर्वाणि निमित्तानि पूरितानि उपसर्गस्य अवर्णः अपि च एकारादि एङ्गरूपी धातुरूपम् अस्ति अतः एङ्गिपररूपं शास्त्रस्य अपि प्रसक्तिः इति अस्तु अग्रे चेतना भगिनी अग्रे पठतु भगिनि ओमाङ्गोश्च ओमाङ्गोश्च 6195 अवर्णात् ओम् शब्दे परे आङ् शब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति शिवाय ओम् नमः शिवायोम् नमः इदं सूत्रं वृद्धिरेचि इत्यस्य अपवादः सो अवर्णात् परे ओम् शब्दः अस्ति चेत् ओमाङ्गोश्च इति सूत्रेण केवलम् ओम् शब्दः न आङ्ग् शब्द आङ्ग् इति तस्य कृते अपि पदसंज्ञा अस्ति उपसर्गस्य उपसर्गानां कृते अपि पदसंज्ञा अस्ति पूर्वपरयोः अकार ओकार स्थाने ओ एकादेशः भवति अत्र किं लिखितम् एकादेश अत्र किं लिखितं पूर्वपरयोः एकः पररूप एकादेशः भवति तत्तु सत्यम् अत्र किं लिखितम् इदं सूत्रं वृद्धिरेचि इत्यस्य अपवादः कथम् अपरे ओ अस्ति वृद्धिरेचि इत्यस्य ओ औ भवति परन्तु अत्र अवर्णात् आङ्ग उपसर्गः अस्ति चेत् कस्य बाधा करोति बाधः भवति आङ्ग उपसर्ग भवति चेत् सवर्णदीर्घसन्धि नाट् ओन्ली एक्स् एस् एन् बाध अपवाद सूत्रं टु वृद्धिरेचि इट् इस् आल्सो एन् अपवाद सूत्रं टु अकः सवर्णदीर्घः बिकास् वेन् आङ्ग उपसर्गः अस्ति चेत् तत्र तु वृद्धिरेचि इत्यस्य प्रसङ्गः नास्ति तत्र तु अकः सवर्णदीर्घः इत्यस्य प्रसङ्गः सो तस्य कृते अपि अपवादसूत्रमस्ति यदा आङ्गुप्सर् यदा ओम् शब्दः अस्ति चेत् वृद्धिरेचि इत्यस्य अपवादः. इदानीं पश्यामः अत्र ओमाङ्गोश्च इति सूत्रस्य प्रसक्तिः अस्ति वा भगिनि? नास्ति. किमर्थं एहि इति कीदृशरूप अस्ति? अत्र आ इति अस्ति न भगिनि? आमां. सो नौ सी, इवन् दो इट् इस् एहि, सो वी हेव् अ परिभाषा सूत्रं विच् इस् आदि अन्त अन्तादिवच्च. अन्तादिवच्च इति सूत्रं वदति दिस् यत्र पूर्वपरयोः मिलित्वा एकादेशः भवति. नौ दिस् एकारः एहि इति यः एकारः अस्ति, विल् इट् रिप्रेसेण्ट् आ आर् विल् इट् रिप्रेसेण्ट् इन् गतो धातुः? दिस् इस् द क्वश्चन् ओवर् दिस् एकार, बिकास् एकार हेस् कम् पूर्वपरयोः, द्वयोः स्थाने एकारादेशः आगच्छति. सो नौ दिस् एकार विल् इट् रिप्रेसेण्ट् तत् आङ् उपसर्ग आर् विल् इट् रिप्रेसेण्ट् इन् गतो धातोः विद् रेस्पेक्ट् टु एज् इति उट्सु इति सूत्रस्य शास्त्रस्य प्रसक्त्यर्थम् इट् वी सेड् देट् इट् विल् इट् इस् रैट् एण्ड् इन् गतो धातुः इसेण्ट् इट् आल्सो फार् एण्ड् एङ्गि पररूपं शास्त्रस्य कृते एकारादि धातुरूपम्. सो हियर् आल्सो वी कन्सिडर्ड् इट् एज् इन् गतो धातु. नौ वित् रेस्पेक्ट् ओमाङ्गोश्च we can also consider it with as an aang upsargah because we have a sutram which is ant adi vachya. So purva parayoh, if we, one second, let us see this sutra. This is an atidesh sutra also and it is an paribhasha sutram also. Ant adi vachya. अन्त आदिवच्च अत्र पश्यतु, अपूर्वपरयोः एकादेशः अन्त आदिवत्. सो आङ् उपसर्गस्य कृते अन्तादि अन्तवत् भवति. इन् गतो इति शास्त्रस्य कृते इत्युक्ते एकारस्य का गतिः? एकारः यः पूर्वपरयोः एकादेशः अस्ति, एकारादेशः, सः अन्तवद् अस्ति वा आदिवत् अस्ति? अन्तवद् अस्ति चेत् आङ् उपसर्गः तत्र अस्ति, आदिवत् अस्ति चेत् इङ्गतो धातोः रूपं तत्तादृशवत् भवति एकारादेशः. सो दिस् इस् लैक् एन् अधिकारसूत्रम्, अतिदेशसूत्रम् अत्र लिखितम् अस्ति, बट् इट् इस् आल्सो एन् परिभाषासूत्रम्. इत्युक्ते परिभाषासूत्रं किमर्थं परिभाषासूत्रं वदामः? अनियमनियमकारिणी परिभाषा. यत्र अनियमः अस्ति सूत्रे, तत्र परिभाषासूत्रम् आगत्य सहायता करोति. अतः अत्रापि अनियमः अस्ति. अत्र एहि इति आङ्गवत् स्वीकरणीयं वा तत्र इन् वत् स्वीकरणीयम्, अन्तवत् स्वीकरणीयं वा आदिवत् स्वीकरणीयम्? सो एतत् सूत्रं वदति we can consider this ekara as antivad also, adivad also. Ant adivacha iti paribhasha sutram athva atidesha sutram. So ekah purva parayoho asmin adhikare uktah ekadeshah purva shabdasya itukte aang shabdasya antim varnavat bhavati तथा परशब्दस्य आदिवर्णवत् भवति. इन् धातोः परशब्दः आङ् पूर्वशब्दः, आङ् इत्यस्य अन्तिमवर्णवत् भवति एण्ड् इट् केन् आल्सो बि इन् धातोः आदिवत् भवति इति अन्त्यादिवच्च. सो बै दिस् परिभाषासूत्रं हियर् वेन् वी हेव् अव प्लस् एहि, सो अन्त्यादिवच्च इति सूत्रेण दिस् इस् एन् आङ् उपसर्गस्य आङ् उपसर्गवत् अस्ति. अतः ओमाङ्गोश्च इति सूत्रस्य अपि प्रसक्तिः अत्र भवति. because it is basically aang upsarga which got converted into ekarah atah omangoshya iti sutrasya atra prasakti so etesham sarvesham sutranam prasakti hi atra bhavati kasya prapti hi bhavati katham tatra nirnayam kurmah iti agre pasham etavata avagatam va bagni भवती अत्र वि आर् गोयिङ्ग् वन् स्टेप् बेक्वर्ड्स् इस् इट् आयोग इह दट् स्टेज् वि आर् गोयिङ्ग् वेन् वि से ओमाङ्गोश्च सेम् वे वेन् बिकास् फैनलि सि एहि इति तु लब्धम् इति प्राप्तं बट् दिस् एहि रिप्रेसेण्ट्स् आङ्ग् प्लस् इहि दिस् इस् बेसिकलि आङ्ग् प्लस् इहि अतः ओमाङ्गोश्च सो बिकास् वी हेव् अ परिभाषासूत्रं विच् सेज् देट् यत्र पूर्वपरयोः एकादेशः अस्ति अत्र अपि पूर्वपरयोः एकारादेशः अस्ति सो नौ दिस् एकार अन्तवत् अपि भवति आदिवत् अपि भवति आदिवत् अस्ति चेत् इन्दतो इन् इत्यस्य ग्रहणम् अन्तवत् भवति चेत् आङ्ग् इत्यस्य ग्रहणम् सूत्र e remains, is it? Oh, if you apply this sutra... Omangoshya iti sutra ne kim karyam? Pararupa adesha. Pararupa. Only a will remain. Isn't it? Only a will remain. And if engi pararupam kurmaha chet, tatra api. Pararupa adesha. So dvayoha krite samana karyam asti, ekaha pararupa adesha. Isn't it? अतः अत्र किं लिखितं दिस् ओमाङ्गोश्च केनाट् बि एन् अप्वार् टु एङ्गिपररूपम् इट् इस् एन् अप्वार् टु बिकास् द्वयोः शास्त्रयोः समानकार्यम् अस्ति यत्र समानकार्यम् अस्ति तत्र निरवकाशत्वं नास्ति वि केनाट् से वेदर् द कार्य हेस् बिन् डन् बै एङ्गिपररूपम् आर् ओमाङ्गोश्च बिकास् कार्यं तु समानं यत्र कार्यं भिन्नम् अस्ति वृद्धिरेचि इत्यनेन वृद्धिकार्यम् ओमाङ्गोश्च इत्यनेन पररूप एकादेश दिस् इस् स्लैट्लि कन्फ्यूसिङ्ग् बट् इट् इस् ईजि जस्ट् हव् टु दिस् सो बिकास् सि अतः ओमाङ्गोश्च वृद्धिरेचि इत्यस्य अपवादः न तु एङ्गिपररूपम् इत्यस्य अपवादः द्वयोः समानकार्यम् परूपम् एण्ड् ओमाङ्गोश्च इति मध्ये भिन्नता आमां सत्यं तत्र निमित्तमपि भिन्नम् अत्र किम् ओम् शब्दस्य अपि च आङ्ग् शब्दः निमित्तसमुदायः अपि भिन्नम् अस्ति सो इट् केनाट् बि एन् अप्वार् टु एङ्गि पररूपम् सत्यं निमित्तसमुदायं भिन्नम् अस्ति अत्र एकारादि ओकारादि धातुरूपः भवेत् अत्र तु केवलम् ओम् शब्द ओम् शब्दपरे आङ् शब्दपरे एतदेव निमित्तं भवति सर्वत्र ओमाङ्गोश्च सूत्रं कार्यं न कर्तुं शक्यते केवलम् ओम् शब्दविषये अपि च आङ् शब्द आङ् इति शब्दः इत्युक्ते आङ् उपसर्गविषये परन्तु मध्ये एक एव शब्दमध्ये सूत्रमध्ये किमर्थं स्थापितमस्ति ओ आ द्वयोः अवर्णात् परे आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति मे बि बिकास् विद् रेस्पेक्ट् टु ओम् शब्दः बिकास् आङ्ग् आङ्ग् इति धातु इत्यस्य आङ्ग् नास्ति न भगिनि अतः तत्र तादृश इष्टमस्ति सि वृद्धिरेचि इस् अ वेरि बिग् कार्यक्षेत्रं वृद्धिरेचि इस् अ बृहत् सूत्रं तस्मात् मध्ये एव ओमाङ्गोश्च एङ्गीपररूपम् एतत् सूत्रद्वयम् आगच्छति इत्युक्ते एद्येचि उट्सु एतानि सर्वाणि यत्र यत्र वृद्धिरेचि इत्यस्य प्रसक्तिः तत्र एतेषां विशेषसूत्राणां these are actually in a way these three are kinchit vishesha shastrani santi because vishesha sthityam eva etesham sutranam prasaktihi bhavati vriddhi rechi to brahat shastram asti kutra api agatum shakyate yatra avarnah asti परे तत्र एच् वर्णः अस्ति चेत् तत्र सर्वत्र वृद्धिरेचि इत्यस्य प्रसङ्गः. सो इदानीम् अत्रापि सो अवयोग एहि इति स्थितिः अपि अत्र ओमाङ्गोश्च इति सूत्रस्य प्रसक्तिः, बिकास् एहि इस् इट् इस् आ प्लस् इहि धातुः, आङ् उपसर्गः अस्ति, अवर्णस्य परे आङ् उपसर्गः अस्ति, अतः तत्र ओमाङ्गोश्च इति सूत्रस्य प्रसक्तिः अपि अस्ति इति. सो सर्वेषां सूत्राणां प्रसक्तिः अत्र भवति, परन्तु कस्य प्राप्तिः इति अग्रे पश्यामः. अग्रे पठतु भगिनि, चेतना भगिनि अग्रे अपि पठतु एतत् परिच्छेदम्. अवयोगः अवयोगः एहि इति स्थितौ वृद्धिरेचि इति सूत्रम् आदौ प्रसक्तम् अस्ति, किन्तु तत् सूत्रं प्रभाद्य एङ्गीपररूपम् इत्यनेन पररूपादेशः प्राप्तः अस्ति. यतोहि अन्ताद्धिवच्च 6184 इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः, तस्माच्च इण् इत्यस्य धातुत्वं स्वीक्रियते, अपि च तत् इदानीम् एजादिः अपि अस्ति. किन्तु एङ्गीपररूपम् इति सूत्रं बाधित्वा एत्येतत्यूत्सु इत्यनेन वृत्येकादेशः प्राप्तः अस्ति. यतोहि अन्तादिवच्च 6184 इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः, तस्माच्च इन् इति धातुत्वं स्वीक्रियते. अधुना ओमाङ्गोश्च इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति, यतोहि अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः, तस्माच्च आङ् त्वं स्वीक्रियते. अन्तादिवच्च इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति. एत्येतद्युट्सु इति सूत्रं यथा एङ्गीपररूपम् इति सूत्रस्य अपवादः, तथा ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा? किं वदति? टेक् टु सूत्रस् टेक् टु सूत्रस् एण्ड् एक्स्क्लूड् वन् सूत्र, ओन्ली वन् विल् रिमेन्, देन् टेक् अनदर् सूत्र बिट्वीन् दोस् टु सूत्रस्, तथा तथैव अत्र लिखितमस्ति. अवयोग एहि अत्र वृद्धिरेचि सूत्रस्य प्रसङ्गः अस्ति. अवैः भवति एङ्गीपररूपम् इत्यस्य प्रसङ्गः अपि अस्ति, परन्तु अवयोग एहि कुर्मः चेत् पररूप एकादेशः भवति, अवेहि भवति अत्र. इदानीम् द्वयोः मध्ये कः सम्बन्धः? वृद्धिरेचि एङ्गीपररूपं द्वयोः शास्त्रयोः मध्ये कः कः सम्बन्धः? वृद्धिरेचि उत्सर्गसूत्रमस्ति, एङ्गीपररूपम् अपवादसूत्रमस्ति. सो कस्य अधिकबलमस्ति? अपवादसूत्रस्य. सो एङ्गीपररूपं तिष्ठति, वृद्धिरेचि इत्यस्य कार्यं न भवति. एङ्गीपररूपम् इदानीं तत्र प्रसक्तः अस्ति, द्वयोः मध्ये एकः अपगच्छति, बिकास् एङ्गि पररूपम् इस् हौ डु वि से एङ्गि इति एङ्गि बिकास् एङ्गि पररूपम् इति शास्त्रं किं वदति अवर्णात् अवर्णात् उपसर्गात् एकार ओकारादि धातुरूपम् एकारादि ओकारादि धातुरूपं भवेत् सो इदानीम् एहि इति धातुरूपं धातुत्वं कथम् आगच्छति केन सूत्रेण धातुत्वम् आगच्छति इन्गतो धातु तु एकारादि नास्ति इन् धातोः एकारादि नास्ति isn't it so we have a paribhasha sutram which is antadi antadi vachcha kena kim bhavati itanena patatu itanena ehi ityatra yah ekarah sah ayoga e itanayoho pratinidhi dvayoho pratinidhi asti तस्माच्च इन् इत्यस्य धातुत्वं स्वीक्रियते सो धातु इन् धातु अस्ति अतः एहि धातुरूप अस्ति धातुत्वं बिकास् वी हेव् आदि अन्त आदिवच्च सो अत्र यः एकारः एहि इति यः एकारः सः परस्य आदिवत् भवति परे किमस्ति इन् धातोः परे पूर्वे आ अस्ति परे इ अस्ति सो परस्य इन् धातोः आदिवत् भवति सो अतः धातुत्वं स्वीक्रियते परे तु धातु अस्ति अतः धातुत्वं स्वीक्रियते So now we have an ekaradi dhatu hu. That is why engi pararupam, then only engi pararupam can come. Otherwise it cannot come. So ataha engi pararupam is now prasaktaha. Apicha. Anantaram kim luktam? So engi, now we have engi. One sutra is excluded. Vriddhi rechi is out. Now we have engi pararupam. Kintu? किन्तु एङ्गिपररूपम् इति सूत्रं बाधित्वा एतेदत्युत्सु इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति यतोहि अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः बिकास् एद्येत्य उट्सु इति सूत्रे कस्य कस्य धातु कस्य धातुविषयः अस्ति इन् धातुः एद् धातुः इसिन्ट् इट् सो अत्र इन् धातोः अस्ति वा आम् अस्ति इन् धातोः अस्ति एङ्गि पररूपम् इत्यस्य कोऽपि एकारादि ओकारादि धातुः किमपि एकारादि ओकारादि धातुः परन्तु एज् एज् युट्सु इति शास्त्रस्य कृते तु इन् धातु भवेत् एद् धातु भवेत् सो अत्र यः एहि अस्ति सः तु इन् धातु तत्र इन् धातुः अस्ति साक्षात् इन् धातु अस्ति अतः नौ अपवादस्य अपवादम् अस्ति एङ्गि पररूपं वाजन् अपवाद् टु वृद्धिरेचि नौ अपवादस्य अपवादम् अस्ति एज् एज् युट्सु So we have a condition where we have three circles. One is Vriddhirechi. Second is Engi Pararupam. And Engi Pararupam madhye eva dhatu dvayasi vishaye punaha vriddhi adesha asti. This is Adiyatyutsu. So because it is with respect to only two dhatus. Ekaradi. These are all Ekaradi, Okaradi dhatus. Circle two. And in that ekaradi okaradi dhatu, we have a vishesha shastram which applies only to ed dhatu and in dhatu, this third circle. So vridhirechi is brahat circle, second circle is engi pararupam, third is adhyechi utsu. Apadasya apadam asti. So dvayoho madhe kaha tishthati, kim sutram tishthati? एङ्गि पररूपं तिष्ठति न द्वयोः मध्ये एद्युत्सु विद् रेस्पेक्ट् टु इन् धातुः एद्युत्सु इति एव तिष्ठति न भगिनि वेन् इट् इस् इन् धातुविषयः अथवा एद् धातुविषयः तत्र तु एङ्गिपररूपं कार्यं न करोति तत्र वृद्धि आदेशः एव भवति पुनः वृद्धि आदेशः उक्तमस्ति वृद्धिरेचि इत्यनेन अपि वृद्धि आदेशः परन्तु वृद्धिरेचि इत्यस्य अपवादमस्ति एङ्गिपररूपं पररूपं बाधित्वा पुनः अत्र वृद्धिः एव अपेक्षितम् अतः महर्षिणा एकं भिन्नसूत्रं निर्मितम् एति एच्युट्सु सो एङ्गिपररूपम् इत्यस्य अपवादः अस्ति एजि एच्युट्सु बिकास् अस्माकं विषयः तु इन् धातुविषयः अस्ति सो नौ विच् विल् स्टाण्ड् विच् सूत्र विल् एजि एच्युट्सु आम् सत्यम् इदानीं पुनः नौ वी हेव् अ फोर्थ् सूत्र आल्सो इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः तस्माच्च आङ्गत्वं स्वीक्रियते बिकास् ओमाङ्गोश्च इत्यस्य सूत्रस्य कृते ऐदर् ओम् भवेत् आर् आङ्ग् भवेत् सो अत्र ओम् तु नास्ति आङ्ग् अस्ति वा आम् अस्ति एकारः आङ्ग् इत्यस्य आङ्गत्वं स्वीक्रियते चेत् बिकास् वी हेव् अ सूत्र विच् इस् आदि अन्तादिवत् च तस्मात् च आम् स्वीक्रियते अन्तादिवच्च इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति एत्येत्युत्सु इति सूत्रं यथा एङ्गीपररूपम् इति सूत्रस्य अपवादः तथा ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा इति प्रश्नः इदानीं तत्र प्रश्नः अस्ति बिकास् वि आर् डिस्कसिङ्ग् इन् धातोः विल् एद्युट्सु एक्ट् एस् एन् अप्वर्ड् यथा एद्युट्सु इति शास्त्रम् एङ्गिपररूपम् इत्यस्य अपवादः तथैव एद्युट्सु इति शास्त्रम् ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा इति प्रश्नः इफ् इट् इस् अन् अपवाद देन् एद्युट्सु एव तिष्ठति बट् इट् हियर् वी विल् अप्लै द परिभाषा परिभाषा सेस् वाट् इस् द परिभाषा पुरस्ताद् अपवादः अनन्तरान् विधीन् बाधन्ते न उत्तरान् अनन्तरान् विधीन् इस् एङ्गीपररूपम् उत्तरान् विधि इस् ओमाङ्गोश्च सो ओमाङ्गोश्च इत्यस्य बाधा न करोति इत्युक्ते कस्य सूत्रस्य कार्यं भवति अत्र ओमाङ्गोश्च ओमाङ्गोश्च विल् डु द कार्य नाट् एद्युट्स दिस् इस् एन् अपवाद टु द अव्यवहित यः सामान्यशास्त्रम् अस्ति तस्य कृते एव अपवादम् अस्ति न तु उत्तरस्य ओमाङ्गोश्च इस् अ व्यवहितः मध्ये तु तत्र एङ्गीपररूपं 93-94 सूत्रमस्ति एङ्गीपररूपं सो तत्र एद्युट्सु अपि च ओमाङ्गोश्च मध्ये तत्र बाधा भवति केन सूत्रेण बाधा भवति एङ्गीपररूपम् इत्यनेन बाधा भवति अव्यवहितं नास्ति व्यवहितम् अस्ति तत्र व्यवधानम् अस्ति एङ्गीपररूपम् इत्यस्य व्यवधानम् अस्ति द्वयोः शास्त्रे so this is not an apvad to omangoshcha this will stop the karya of only engiparupam it cannot it does not have the power to stop the karya of omangoshcha that is why paribhashayah prayojanam that is why we require this paribhasha anyatha tatra brahma jayate अनियमनियमकारिणी परिभाषा इति तत्र इदानीं प्रश्नः. सो वी विल रिक्वैर् वन् मोर् क्लास् टु फिनिश् दिस्. इदानीं तु समयः रेकार्डिङ्ग् अस्ति अत्र पूर्ववर्गस्य. आमां मया तु तत्र स्थापितं सर्वेषाम् अद्यापि स्थापयामि अहं रेकार्डिङ्ग् प्रेषयामि भगिनि. अस्तु भगिनि. अस्तु इदानीं अग्रे अग्रे कदा वर्गः अस्ति? मण्डे. एक्चुलि ऐ एम् गोयिङ्ग् टु फिनिश् दिस् क्लास् भगिनि. सो तत्र गुरुवारे सप्तवादने गुरुवारे कक्षा भवति. अपि च इदानीं तु दिस् विल् कण्टिन्यू आन् नेक्स्ट् मण्डे भगिनि. नेक्स्ट् मण्डे सेम् टैम् 7 o'clock 7 AM. अस्तु धन्यवादः भगिनि. ईमेल् आगच्छति यदा अत्र अद्य ईमेल् आगत् रेकार्डिङ्ग् ईमेल् एव मम वर्गे आगच्छत् आगत आमाम् अहं मेल् प्रेषयामि भगिनि. अस्तु शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. नमस्ते भगिनि. धन्यवादः.